नमस्ते भगिनी। नमस्कार भगिनि। नमस्ते भगिनि। नमस्कार भगिनि। नमस्कार। नमस्कार विजय अस्मि अत्र। नमस्कार भगिनि। नमस्कार भगिनि। मीना भगिनि। नमस्ते भगिनि। अहं केवलं शृणोमि भगिनि। आमामां नास्ति चिन्ता। नमस्ते भगिनि। नमस्कार भगिनि। अस्तु, आरब्धुं शक्नुमः। अन्ये प्रायः आगच्छेयुः। नमस्सर्वेभ्यः। अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति विषयः। तत्र जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इति सूत्रेण श्लु इति तत्र वस्तुतः कर्तरी शप् इति सूत्रेण शपः विधानं भवति। तदनन्तरं जुहोत्यादिभ्यः श्लुः इत्यनेन शपः लोपः स्लू इत्यनेन लोपः भवति। तर्हि स्लू इत्यस्य प्राधान्यं वर्तते, यतोहि स्लू इत्यनेन यदा लोपः भवति अयं प्रत्ययः शप् इति प्रत्ययः लुमान् अस्ति, लुमान् अस्ति इति कृत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं न भवति। सामान्यतया प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपे सत्यपि लक्षणं तिष्ठति, परन्तु यत्र प्रत्ययः लू इति शब्देन प्रत्ययः लुप्तः चेत् तदानीं सः प्रत्ययः लुमान् भवति। यदा लुमान् अस्ति तदानीं न लुमताङ्गस्य इत्यनेन अङ्गकार्यं न भवति, अङ्गकार्यं निषिद्धं वर्तते। तर्हि इदानीम् अत्र जुहोत्यादिगणे अत्र विलक्षणप्रक्रिया अस्ति, अत्र स्वारधातुकप्रकरणे, यतोहि अत्र द्वित्वं भवति, धातोः द्वित्वं भवति, द्विवारम् उच्चारणं भवति। तत्र श्लौ इत्यनेन श्लौ परे धातोः द्वित्वं भवति। यदा धातोः द्वित्वं भवति तदनन्तरं तत्र अभ्यासकार्याणि भवन्ति, सामान्य अभ्यासकार्याणि, विशेष अभ्यासकार्याणि भवन्ति। तर्हि सामान्य अभ्यासकार्याणि सर्वत्र सामान्य अभ्यासकार्याणि भवन्ति, यत्र यत्र द्वित्वं भवति तत्र सर्वत्र सामान्य अभ्यासकार्याणि भवन्ति। अपि च विशिष्ट अभ्यासकार्याणि प्रत्ययं निमित्तीकृत्य विशिष्ट अभ्यासकार्याणि अपि भवन्ति। सामान्य अभ्यासकार्याणि कानि इति चेत् तत्र ह्रस्वः हलादिशेषः, सर्पूर्वाः खयः, कुहोश्चुः, उरत् अभ्यासे चर्च इति अस्ति। तर्हि अत्र यत्र यत्र द्वित्वं भवति सर्वत्र एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं भवति। तर्हि धातौ एकः एव स्वरः अस्ति चेत् समग्रधातोः द्वित्वं, धातौ अचुवर्णद्वयम् अथवा ततः अपि अधिकाः अचुवर्णाः सन्ति चेत् तदानीं प्रथम एकाच् भागस्य द्वित्वं भवति इति नियमः. यदा धातुः अजादिः अस्ति अपि च अनेकाच् अस्ति तदानीं द्वितीय एकाच् भागस्य द्वित्वं भवति. एकाच् भागः इत्युक्ते धातौ यः प्रथमः वर्णः तस्मात् आरभ्य प्रथमस्वरपर्यन्तम् एकाच् भागः, तदनन्तरं ततः अग्रे द्वितीय अचुवर्णपर्यन्तं द्वितीय एकाच् भागः इति अस्ति. तर्हि यत्र धातुः अजादिः अपि च अनेकाच् तर्हि आदौ अचुवर्णः तदनन्तरं संयोगः वर्तते. तत्र केषां संयोगः इत्युक्ते संयोगस्य आदिमः वर्णः नकारः दकारः रेपः, अनन्तरं द्वितीयः वर्णः यः कोऽपि हल् वर्णः, तदानीम् एतेषां नदराः नकारदकाररेपः नदराः तेषां द्वित्वं न भवति इति नन्द्राः संयोगादयः इति तत्र निषेधकसूत्रमस्ति अजादेर्द्वितीयस्य इत्यस्य. अनन्तरम् अस्माभिः दृष्टं यदा द्वित्वं भवति पूर्वभागस्य अभ्यासः इति संज्ञा अस्ति. द्वित्वानन्तरं द्वयोः समुदाययोः इत्युक्ते द्वयोः भागयोः दा इति धातुः अस्ति चेत् दादा इति द्वित्वं द्वयोः मिलित्वा अभ्यस्तसंज्ञा भवति. प्रथमभागः दा इति भागः तस्य अभ्याससंज्ञा, द्वयमपि मिलित्वा तत्र अभ्यस्तसंज्ञा भवति. तर्हि यत्र सामान्य अभ्यासकार्याणि ह्रस्वः इत्यनेन अभ्यासस्य अचुवर्णस्य ह्रस्वत्वं भवति. अनन्तरम् अभ्यासे यः आदिमहल् वर्णः अस्ति आदौ यः हल् वर्णः सः हल् वर्णः तिष्ठति, अन्ये हल् वर्णाः लुप्यन्ते. अनन्तरं शर्पूर्वः कयः इति अपवादः अस्ति हलादिशेषः इत्यस्य. यत्र पूर्ववर्णः शर्वर्णः परवर्णः खैवर्णः तदानीं हलादिशेषः न प्रवर्तते. द्वितीयः वर्णः यः कैवर्णः सः एव तिष्ठति, अन्ये वर्णाः लुप्यन्ते. तर्हि अत्र इत्युक्ते गतवर्गे अस्माभिः उक्तं तत्र जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इत्यनेन बहुवचने अपि भवितुम् अर्हति इति अस्माभिः चर्चितम्. अत्र भिन्नरीत्या अपि चिन्तयितुं शक्नुमः. इत्युक्ते सत्पूर्वः कयः इत्यत्र विशेषः अंशः अस्ति इति नास्ति. कयः इति बहुवचने अस्ति तत्र विशेष अंशः अस्ति इति नास्ति. किमर्थमेवम् उक्तमिति चेत् हलादिशेषः इति सूत्रे हल् यः हल् वर्णः आदौ अस्ति सः वर्णः तिष्ठति, अन्ये वर्णाः लुप्यन्ते इत्येव उक्तं खलु. अभ्यासस्य हलादिः शेषः इति उक्तं. तर्हि हल् आदौ यः हल् वर्णः आदौ अस्ति सः तिष्ठति, अन्ये वर्णाः लुप्यन्ते. तर्हि अन्ये ये वर्णाः सन्ति तेषां लोपः इति उक्तम्. अन्येषु वर्णेषु तत्र खैवर्णः अपि भवितुमर्हति खलु, शर्पूर्वाः खयः अपि तत्र भवितुमर्हति खलु. तर्हि पूर्वस्मिन् सूत्रे खैवर्णाः शर्पूर्वाः खयः लुप्यन्ते इति उक्तं पूर्वस्मिन् सूत्रे. अन्ये वर्णाः अन्येषु वर्णेषु खैवर्णाः अपि भवितुमर्हति, शर्पूर्वाः अपि भवितुमर्हति, शर्पूर्वाः कयः लुप्यन्ते इति उक्तं. तर्हि इदानीम् अत्र अस्मिन् सूत्रे बहुवचनेन पूर्वस्मिन् सूत्रे ये खैवर्णाः लुप्यन्ते इत्युक्तं तथा नास्ति. शर्पूर्वाः सन्ति चेत् तेषां ते कैवर्णाः अपि तिष्ठन्ति इति वक्तुम् अपि बहुवचने प्रयोगः प्रायः स्यात्, तथापि चिन्तयितुं शक्नुमः. यतोहि किमर्थम् अत्र साक्षात् बहुवचनप्रयोगः हलादिशेषः इत्यत्र तथा किमपि नास्ति इति चेत् पूर्वस्मिन् सूत्रे हलादिशेषः इति सूत्रे यः हल् वर्णः आदौ अस्ति सः वर्णः तिष्ठति इत्युक्तं. तर्हि अन्ये वर्णाः लुप्यन्ते इत्यर्थः. अन्ये वर्णाः लुप्यन्ते इत्युक्ते अन्येषु वर्णेषु खैवर्णाः अपि भवितुम् अर्हन्ति. तर्हि तादृशखैवर्णाः शर्पूर्वकाः अपि भवितुम् अर्हन्ति. तर्हि हलादिशेषः इत्यत्र शर्पूर्वाः खैवर्णाः अपि लुप्यन्ते इत्येव उक्तम्. तर्हि इदानीम् अग्रिमसूत्रेण किम् उक्तमस्ति इति चेत् पूर्वस्मिन् सूत्रे शर्पूर्वाः कयः लुप्यन्ते इति उक्तम्. अत्र तथा नास्ति वस्तुतः. शर्पूर्वाः कयः सन्ति चेत् न लुप्यन्ते, खयः एव तिष्ठन्ति, अन्ये वर्णाः लुप्यन्ते इति वक्तुम् अत्र बहुवचनप्रयोगः अपि प्रायः स्यात् इति चिन्तयितुं शक्नुमः. अनन्तरं गुहोश्चुः इत्यनेन अभ्यासे कवर्गीयवर्णः अस्ति चेत् तस्य स्थाने चवर्गीयवर्णादेशः भवति. हकारः अस्ति चेत् तस्य स्थाने चवर्गीयवर्णादेशः, सः वर्णादेशः कः इति चेत् महाप्राणझकारः स्थाने अन्तरतमः इत्यनेन झकारस्य आदेशः भवति. अनन्तरं तत्र उरत् इति सूत्रम् अभ्यासस्य ऋकारस्य स्थाने अत् आदेशः भवति इति अत्र उक्तम् उरत् इति सूत्रे. अनन्तरम् अभ्यासे चर्च इत्यत्र अभ्यासे झल् स्थाने झष् चर्च आदेशो भवतः. अभ्यासे जल्वर्णः अस्ति चेत् तस्य स्थाने झष् आदेशः भवति. इत्युक्ते अन्ततो गत्वा फलितार्थः कः इति चेत् चतुर्थवर्णः झष् झष् स्थाने झष् आदेशः, तृतीयवर्णादेशः. एवं द्वितीयवर्णः अस्ति चेत् खै वर्णः अस्ति चेत् तस्य स्थाने प्रथमवर्णादेशः चर् वर्णादेशः अभ्यासे चर्च इति सूत्रेण. इति आहत्य एतानि सर्वाणि सामान्य अभ्यासकार्याणि सन्ति. तर्हि इतः अग्रे गच्छामः. अस्तु, तर्हि 17347 इति कस्य सङ्ख्या अस्ति? कस्य कस्य 7347487218 कः अस्ति? हरि ओम्. अस्तु, कुत्र दृश्यते सङ्ख्या भगिनि? मया दृश्यते सङ्ख्या अटेण्डीस् पार्टिसिपेण्ट्स् 1734 7487218. ओ, सूर्यकुमारी भगिनी वा? गुप्तिकोण्डासूरि इत्युक्ते सूर्यकुमारी भगिनी स्यात्. अस्तु अस्तु अस्तु, समीचीनम्. अस्तु अस्तु, ओके. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. किं विजयभगिनी पठितुमिच्छति वा? अस्माभिः ज्ञायते यत् ततः आरभ्य. आं महोदय, पठतु. अभ्यासे चर्चा इत्यस्य अनन्तरम् अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं तीनि सोपानानि सन्ति. अभ्यासे चर्चा अनन्तरम् अत्र आं महोदय, अस्माभिः ज्ञायते यत् ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमबिन्दुः विकर्णप्रत्ययः, निमित्तकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनं. द्वितीयबिन्दुः तिङ्प्रत्ययः सिद्धिः. तृतीयबिन्दुः तिङ्प्रत्ययः तिङ्प्रत्यय निमित्तकम् अङ्गकार्यं तदा अङ्गं तदा अङ्गतिङ् प्रत्ययोः मेलनम्. पूर्वमत्र धातुविकर्णप्रत्ययोः मेलनम्, अनन्तरम् अत्र तिङ्प्रत्ययः सिद्धरूपेण अस्ति, सिद्धिः अत्र भवति. इदानीम् अत्र तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ् प्रत्ययोः मेलनं किं किम् अस्ति इति अधः दत्तम्. इदानीमत्र जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं च अपि सः. द्वित्वस्य निमित्तं स्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परः अस्ति तिङ् वा कृत्वा भवतु. तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः. शप् विधीयते कर्तरि शप् इत्यनेन, शपः स्थाने स्लु भवति. स्लौ इत्यनेन धातोः द्वित्वं भवति. सामान्य अभ्यासकार्यम् अभ्यासो अभ्यस्तोत्तरप्रत्ययः अस्य निमित्तं ह्रस्वः हलादिशेषः कुहोच्युः उरत् अभ्यासे च इति इत्यादीनि विशेष अभ्यासकार्यं स्लुः अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे द्वे गृञामित् अर्ति पिबत्यार्थश्च पिबत्योश्च पिपर्तयोश्च पिपत्योश्च अङ्गकार्यं तिञ्च कृच्च निमित्तम् अस्तु. इदानीम् अत्र जुहोत्यादिगणे द्वित्वं भवति इति वयं जानीमः. द्वित्वस्य निमित्तं स्लू इति अभ्यासनिमित्तं यः प्रत्ययः अभ्यासात् परः अस्ति तिङ् वा कृत्वा भवतु तत्र जुहोत्यादिगणे द्वित्वं भवति इति. अत्र शप् विधीयते कर्तरि शप् इत्यनेन. अनन्तरं शपः स्थाने स्लू भवति. शपः शप् इति कर्तरि शप् इति प्रपाद्य अत्र स्लू भवति जुहोत्यादिगणे. अत्र स्लौ इत्यनेन एव धातोः द्वित्वं भवति. स्लौ इति सूत्रेण एव अत्र धातोः द्वित्वं भवति. सामान्य अभ्यासकार्यं भवति. अभ्यस्तोत्तरप्रत्ययः अस्ति. अस्य निमित्तं किं किं भवति चेत् ह्रस्वः भवति, हलादिशेषः, कुहोच्युः, उरत् अभ्यासे चर्च. एतत् सर्वाणि सूत्राणि वयं पूर्वं पठितवन्तः एव. इदानीं विशेष अभ्यासकार्यं स्लुः अस्य निमित्तं चत्वारि सूत्राणि भवन्ति. परन्तु अस्मिन् पाठे ब्रिजामित् अर्थिपिबत्योश्च इति सूत्रं द्वे अत्र स्तः अस्मिन् पाठे. अङ्गकार्यं तिङ् च कृत् च निमित्तं भवति. निमित्तम् अत्र तिङ् वा कृत्वा भवति इति तत्र दत्तं महोदय. आमां समीचीनं भगिनि, समीचीनम्. इत्युक्ते अत्र धन्यवादः. अत्र इत्युक्ते अत्र तिङन्त सार्वधातुकप्रकरणे त्रीणि सोपानानि भवन्ति इति तु तत्तु जानीमः. अत्र प्रथमसोपानं तु नास्ति, यतोहि अत्र शपः लोपः भवति इति कृत्वा प्रथमसोपानं नास्ति. विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् इति तु नास्ति. इदानीं तत्र धातोः पुरतः साक्षात् तिङ् प्रत्ययः अस्ति. अत्र विशेषः कः इति चेत् द्वित्वं भवति. श्लौ इत्यनेन द्वित्वं भवति. द्वित्वानन्तरं सामान्य अभ्यासकार्याणि, विशेष अभ्यासकार्याणि. सामान्य अभ्यासकार्याणि मया इदानीमेव सामान्यकार्याणि उक्तानि. अत्र तु अस्मिन् इदानीम् अजादिधातुः अजादिधातुः जुहोत्यादिगणे अजादिधातुः अजादिधातवः सन्ति इति कृत्वा अत्र अस्मिन् पाठे सूत्रद्वयं श्लौ इति प्रत्ययं निमित्तीकृत्य सूत्रद्वयमस्ति. ब्रियामित् अर्तिपिपर्त्योश्च तत् सूत्रद्वयम् अग्रे पश्यामः. तदनन्तरं तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि सन्धिकार्याणि. सन्धिकार्याणि कार्याणि इत्युक्ते तत्र स्वरसन्धिकार्यं प्रसक्तिः अस्ति चेत् भवितुमर्हति इति तावदेव अत्र अस्ति. तर्हि विशेषः अस्मिन् गणे तु द्वित्वमस्ति. द्वित्वम् अनन्तरम् अभ्यासकार्यं, सामान्य अभ्यासकार्यं, विशेष अभ्यासकार्यम्, अनन्तरं केषुचित् स्थलेषु अङ्गकार्यं, तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्यम्. अस्तु, इदानीम् अग्रे गच्छामः. तर्हि अग्रे शोभाभगिनी पठतु. विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम्. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति, यतः शप् विकरणप्रत्ययस्य श्लुः भवति. श्लुः तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तं भवति. इत्युक्ते अङ्गकार्यस्य इत्युक्ते तत्र अभ्यासकार्यस्य निमित्तं भवति. तच्च तृतीये सोपाने क्रियते, येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव. तदर्थम् अभ्यासकार्यमपि तत्रैव. तिङ् प्रत्ययसिद्धिः. जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययाः भवन्ति. परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते. जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः. अत्र सर्वत्र इमे द्वे कार्ये सः. अग्रे पठनीयं वा भगिनि? अदभ्यस्तात् इति सूत्रं पठतु. अदभ्यस्तात् इति सूत्रम् अभ्यस्तसंज्ञकधातुत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं झोन्तः इत्यस्मात् झः षष्ठ्यन्तम् इत्यस्य अनुवृत्तिः. आयने यी नीययः फडखच गां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् इति. तत्र अदभ्यस्तात् इत्यस्मिन् अभ्यस्तसंज्ञकधातोः उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति इति सूत्रस्य आशयः. तत्र अत् इति प्रथमविभक्त्याम् अस्ति, अभ्यस्तात् इति पञ्चम्याम्, अपि च झोन्तः इत्यस्मात् तत्र झः इति इत्यस्य अनुवृत्तिः इत्युक्ते षष्टि अर्थे अनुवृत्तिः स्वीकृतम्. अपि च तत्र एकं सूत्रम् अस्ति, आयने यी नीययः फडखगां प्रत्ययादीनाम् इत्यस्मात् तत्र प्रत्ययादीनाम् इत्यस्य वचनपरिणामं कृत्वा प्रत्ययादेः इति स्वीकृत्य अनुवृत्तिरूपेण स्वीकृतमस्ति. तर्हि अभ्यस्तात् अङ्गात् तत्र तु पञ्चमी, अभ्यस्तात् अङ्गात् प्रत्ययादेः प्रत्ययस्य आदेः झः तत्र आदेः इति षष्ठि स्वीकृतं, झः अत् झः इत्यस्य स्थाने, झः इत्युक्ते झ इत्यस्य स्थाने अत् इति आदेशः भवति इति सूत्रं वदति. ध्येयं यत् अत् न ज इत्यस्य स्थाने नास्ति खलु, झः अत् तत्र आदिमवर्णस्य झकारस्य स्थाने अत्र आदेशः भवति खलु, झकारस्य इत्युक्ते झ इति न झकारस्य स्थाने अत् झकार केवलं झकारस्य स्थाने अत् झ इति उक्तवती चेत् तत्र अकारः अपि अस्ति इति अर्थः भवति, झकारस्य स्थाने अत् आदेशः भवति. झ इति वदति चेत् तदानीं कुत्र तस्य कार्यं भवति? झे झ इति झेः झुस् वा तत्र झ इत्युक्ते अकारसहितं वदति चेत्, अकारसहितं वदति चेत् तदानीं कुत्र तस्य कार्यं भवितुम् अर्हति, परस्मैपदी वा आत्मनेपदी वा? तत्र आत्मनेपदी एव भवितुम् भवितुम् अर्हति, तथा नास्ति खलु, अत्र परस्मैपदी अपि अपेक्षितम्. आमाम् आम्, अतः झकारः इति उक्त्वा तत्र द्वयोः अपि अन्वयः भवति इति. आम् पठतु अग्रे. ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति हलन्त्यम् इति सूत्रेण इत् संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञकझी प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम्. तत्र सामान्यतया हलन्तपदमस्ति चेत् तत्र हलन्त्यम् इत्यनेन अन्तिमवर्णस्य इत्संज्ञां कृत्वा तस्य लोपः इत्यनेन लोपं कुर्मः, किन्तु तत्र तथा नास्ति, यतोहि अत् इति आदेशस्य तकारः न तु तत्र प्रत्यये पूर्वमेव अथवा धातोः पूर्वमेव अस्ति इति नास्ति, अतः आदेशतकारस्य हलन्तम् इत्यनेन इत्संज्ञा न भवति. अपि च किमर्थं चेत् तत्र अत् तु विभक्तिसंज्ञक झी प्रत्ययस्य इति तस्मिन् झकारस्य स्थाने आगच्छति इत्यनेन विभक्तिसंज्ञकाः भवति तदपि, अत् इति अपि, अतः न विभक्तौ तु स्मः इति सूत्रेण तत् रक्षितमस्ति, तत्र लोपः न भवति, हलन्त्यम् इति बाधितमस्ति. अतः विभक्तौ तु तवर्गीय सकारमकारयोः लोपः न भवति इति, इत्संज्ञा न भवति, लोपः न भवति. तावदेव खलु भगिनि? आमाम्, अग्रिमवाक्यम् अदभ्यस्तात्. अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झकारस्य स्थाने अत् आदेशः, अतः लटि झी इत्यस्य अति न तु अन्ति, लोटि झी इत्यस्य अतु न तु अन्तु. अनदन्त अङ्गानां विषये प्रत्ययः एतादृशः भवन्ति इति दृष्टवन्तः. अति अति अन्ति इत्यस्य अति इति भवति, अन्तु इत्यस्य अतु इति रूपं भवति, सिध्यति तत्र इति अदभ्यस्तात् इति सूत्रेण भवति एषः किं रूप एतं रूपम् इति अस्ति तत्र. अत समीचीनं भगिनि, सम्यक् अस्ति. तर्हि अत्र यदा मया उक्तं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं किमपि नास्ति, यतोहि शपः श्लू भवति, तर्हि केवलम् अभ्यासकार्यमेव अत्र भवति. तदनन्तरं जुहोत्यादिगणे विशेषः कः इति चेत्, तत्र अभ्यस्तसंज्ञा भवति इति उक्तं खलु, द्वित्वानन्तरं द्वयोः अपि समुदायस्य समग्रतया तत्र अभ्यस्तसंज्ञा भवति इति उक्तम्. अभ्यस्तसंज्ञायाः प्रयोजनं किम् इति चेत्, एकं तु अदभ्यस्तादिति एकं कार्यं, द्वितीयं सिजभ्यस्य दिदिभ्यश्च इति द्वितीयम् अस्ति. प्रथमं तु इदानीं भगिन्या पठितं, शुभा भगिन्या, अदभ्यस्तात् इत्यत्र अभ्यस्तसंज्ञक अङ्गम् अस्ति चेत् तदानीं तादृश अङ्गात् ज इति प्रत्ययस्य, इत्युक्ते अभ्यस्तसंज्ञक अङ्गात् उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य, इत्युक्ते प्रत्ययः अत्र झी इति प्रत्ययः अस्ति, तत्र आदिम अवयवः अस्ति जकारः, तादृशजकारस्य स्थाने अत्र अनेन सूत्रेण अत् इति आदेशः भवति. तर्हि अस्मिन् सूत्रे परस्मैपदी भवति वा आत्मनेपदी भवति वा इति नोक्तम्. अतः अस्य सूत्रस्य कार्यं, यतोहि झ इति प्रत्ययस्य आदौ झ इति तु परस्मैपदी प्रथमपुरुषे बहुवचने अपि भवति, आत्मनेपदी प्रथमपुरुषे बहुवचने अपि भवति, त आतां झ, तत्रापि अस्य सूत्रस्य प्रसक्तिः भवितुम् अर्हति. परस्मैपदी तु प्राप्तिः अपि अस्ति. तत्र तु आत्मनेपदेषु अनतः इति भिन्नं सूत्रमपि अस्ति, यत्र अत्तादेशः भवति अनदन्त अङ्गानां, तर्हि तेन सूत्रेण एव प्राप्तुं शक्यते आत्मनेपदेषु अनतः इति. अतः अदभ्यस्तात् इति सूत्रं प्रबाद्य आत्मनेपदेषु अनतः इति सूत्रेण आत्मनेपदेषु अत्तादेशः भवति. हा, तर्हि आहत्य अत्र अदभ्यस्तात् इति सूत्रेण लटि लोटि परस्मैपदीषु लटि लोटि ज स्थाने अत्तादेशः भवति, अतः प्रथमपुरुषे बहुवचने अति लटि, अनन्तरं लोटि अतु इति भवति. किमपि प्रष्टव्यं वा? न भगिनि, अस्तु. तर्हि इदानीम् अग्रे गच्छामः. तर्हि किं सरस्वती भगिनी अग्रे पठति वा सिजप्यस्य विधिभ्यश्च? आं भगिनि, सिजभ्यस्य विधिभ्यश्च तृतीयाध्याये चतुर्थपादे नवोत्तर एकशततमं सूत्रमस्ति. नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य झी प्रत्ययस्य स्थाने जुस् आदेशो भवति. सिच् च अभ्यस्तश्च विदिश्च तेषाम् इतरेतरद्वन्द्वः सिजव्यस्तविधेयः. तेभ्यः सिजव्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं नितः इत्यस्मात् मितः इत्यस्य अनुवृत्तिः, झेजुस् इत्यस्मात् झेहेजुस् इत्यनयोः अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति, सिजवस्तविधिभ्यश्च नितः लस्य झेः जुस्। तर्हि सिजवस्तविधिभ्यश्च सूत्रमस्ति, एतस्य प्रसक्तिः केवलं नित् लकारस्य कृते अस्ति। यदि सिच् प्रत्यय अस्ति इत्युक्ते लुङ् मध्ये, अथवा अभ्यस्तसंज्ञकः धातुः अस्ति, अथवा विद् धातोः कृते अस्ति, तर्हि तेषां परे यदि झी प्रत्ययः अस्ति, झी प्रत्ययस्य स्थाने जुस् आदेशः, अतः झेः जुस् भवति, आदेशः भवति। अत्र प्रथमतया तु सिच् तथा अभ्यस्त विधिश्च इति एतयोः नो एतेषाम् इतरेतरद्वन्द्वः सिजव्यस्तविधयः, सिज् अभ्यस्तविधि विधयः एवं भवति। तदनन्तरं सिजव्यस्तविधिभ्यः पञ्चमे अन्तमस्ति च अव्ययपदं द्विपदं सूत्रमस्ति, अनुवृत्तिसहितसूत्रं भवति सिजव्यस्तविधिभ्यः च नितः लस्य झेः जुस्। यतोहि लस्य अस्य अधिकारः अस्ति, तदा झेः जुस् इतः इत्यस्मात् झेः जुस् पूर्णतया अनुवृत्तिरूपेण आगच्छति, अतः अनुवृत्तिसहितसूत्रमस्ति सिजभ्यस्तविधिभ्यः च नितः लस्य झेः जुस्। पठानि इतोपि भगिनी? आमाम्। अनेन लङ्गि अभ्यस्तसंज्ञकधातोः परस्य झी स्थाने जुस् आदेशः, जुस् इत्यस्य अनुबन्धलोपे ऋतविसर्गौ उः इति भवति, तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङ्गि अन्स्थाने उः इति प्रत्ययः भवति। अतः आहत्य अभ्यस्तसंज्ञकः धातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्गप्रत्ययः एते तत्तु अनन्तरं। तर्हि लङ्गि इत्युक्ते यदा लङ् लकारस्य वयं सिद्धरूपाणि वयं पश्यामः, तदा अभ्यस्तसंज्ञकः धातोः परे यदा झी अस्ति तर्हि तस्य स्थाने जुस् आदेशः भवति। जुस्तः जकारचुटु इत्यनेन इत्संज्ञा भूत्वा लोपः, तस्य लोपः इत्यनेन लोपः भवति, केवलम् उस् अवशिष्यते, सकारस्य विसर्गः भवति ऋतुविसर्गौ अतः दृष्ट्वा, अतः केवलम् अवशिष्यते उः। तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत्, लङ् अस्ति चेत् अन् भवति तस्य प्रथमपुरुष एकवचनस्य रूपं, तदा अन् स्थाने उः केवलं प्रत्यय भवति। पर्याप्तं भगिनी वा अधिकं पठामि? आमामां, बहु समीचीनं भगिनी। तत्र ये के सिद्धप्रत्ययाः सन्ति खलु तदपि एकवारं श्रावयतु। अस्तु, तर्हि अतः आहत्य अभ्यस्तसंज्ञकः धातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्प्रत्ययाः एते ज्योत्यादिगणे एते एव योजनीयाः। तर्हि परस्मैपदी लट् लकारे सीतः अति, सीथः थ मि वः मः, आत्मनेपदे ते आते अते, से आथे द्वे, ए वहे महे। लोट्लकारे सुता ताम अतु, हिता तं त, आनी आव आम। आत्मनेपदेषु ताम आताम अताम, स्व अथाम ध्वम, ऐ अवहै अमहै। लङ्लकारे सुताम् उः, सतं स, अम् वम आत्मनेपदेषु त आताम् अतो थाः आताम् ध्वम् इवहि महि विधिलिङ्ग् मध्ये यात् यातां ह्युः याः यातं यात यां याव याम इत इ आताम् ईरन् ईथाः इ आताम् ईध्वम् इय इवहि इमहि. तर्हि यदि वयं किं परिवर्तनं किं जातं तद् वयं पश्यामः चेत् लो लट् लकारे तीतः अन्ति भवति, झि स्थाने इदानीम् अति भवति. आत्मनेपदेषु तु अते एव भवति, यतोहि वयम् आत्मनेपदेष्व नतः तस्य वयं प्रयोगं कुर्मः. तर्हि अत्र केवलं लट् लकारस्य प्रथमपुरुषे एकवचने अति भवति, लोट् लकारे अन्तु स्थाने अतु भवति, तथा आत्मनेपदेषु पुनः तत्र अतामेव अस्ति. तर्हि आत्मनेपदेषु कोऽपि किमपि परिवर्तनं नास्ति. लङ् लकारे अन् स्थाने उः, पुनः आत्मनेपदेषु किमपि परिवर्तनं नास्ति. विधिलिङ्ग् लकारे तु किमपि परिवर्तनं नास्ति. तर्हि आहत्य केवलं परस्मैपदेषु लट् लोट् लङ् अत्र केवलम् अति अन्तिस्थाने अति, अन्तुस्थाने अतु, तथा अन्स्थाने उः भवति. केवलं प्रथमपुरुष बहुवचनस्थाने. अस्तु भगिनि. आमां समीचीनं समीचीनं. तर्हि अत्र सूत्रमस्ति सिजभ्यस्य विधिभ्यश्च. यत्र यत्र अभ्यस्तसंज्ञा भवति तत्र सूत्रद्वयमस्ति, अदभ्यस्तादिति दृष्टम्, इदानीं सिजभ्यस्य विधिभ्यश्च इति सूत्रम्. एतत् सूत्रं किं वदाति इति चेत् नित्सुलकारेषु अभ्यस्तसंज्ञकात् धातोः झी प्रत्ययस्य स्थाने जुस् आदेशः भवति इति उक्तम्. जेः जुस् इति सूत्रं तु विधिलिङ्गे एव कार्यं करोति. तादृशकार्यम् अत्रापि अपेक्षितमस्ति यत्र अङ्गस्य अभ्यस्तसंज्ञा भवति. तर्हि अभ्यस्तसंज्ञकस्य अङ्गस्य साक्षात् अनन्तरं जेः जुस् आदेशः भवति. जेः इति तत्र झी झी. तर्हि अस्य कार्यं केषु लकारेषु भवति भगिनि? भगिनी प्रश्नः न स्पष्टः मम. सिजभ्यस्य विधिभ्यश्च इति सूत्रस्य कार्यं केषु लकारेषु भवति? लङ् मध्ये भवति केवलं, यतोहि नित् केवलं लङ् अस्ति, अतः अत्र केवलं लङ् मध्ये सार्वधातुकलकारेषु. सत्यं, तत्तु सत्यमस्ति. वस्तुतः अत्र लङ् लकारे एव विवक्षितः अस्ति, परन्तु नित् इति वदामः चेत् अन्यत्रापि भवितुमर्हति खलु? आं भवितुम् अर्हति, परन्तु यत्र झ अस्ति तत्र केवलं न. तर्हि यथा लिट् वयं पश्यामः, तर्हि लिट् मध्ये तु नास्ति एव, अतः एव लिट् तथापि तित् अस्ति, तर्हि न भवति. तर्हि किम् अस्ति लङ् विधिलिङ्ग् मध्ये अपि न भवति, तथैव आशीर्लिङ्ग् मध्ये अस्ति झि. आशीर्लिङ्ग् मध्ये भवितुम् अर्हति वा किं द्रष्टव्यं भगिनि? आशीर्लिङ्गि तु तत्र जेः जुस्. आं जेः जुस् एव आगच्छति इत्युक्ते आहत्य केवलं लङ्गि एव भवति. विधिलिङ्गि तु जेः जुस् अस्ति. आम् अनन्तरं लटि लोटि भवितुमर्हति वा? परन्तु सिजभ्यस्य विधिभ्यश्च केवलं नित् लकारस्य कृते अस्ति, तर्हि टित् नास्ति. लोटि नित् लकार नित्वत् न भवति वा? लोटो लिङ्ग् लङ्वत् लोटो लङ्वत् अहं विस्मृतवती भगिनि, क्षम्यतां. नास्ति चिन्ता. हा इत्युक्ते लोटो लङ्वत् इति सूत्रम् इत्यनेन लोटि लोट् लकारः लङ्वत् अस्ति इति वदामः चेदपि सर्वत्र यत्र यत्र लङ्लकारे कार्यं भवति तत्र सर्वत्र लोटि अपि भवति इति नास्ति. आम् तदपि सम्यक् सत्यम्. हा इति कृत्वा अत्र आहत्य अन्ततो गत्वा अत्र निच्छूलकारेषु इति उक्तं, परन्तु तथापि केवलं लङ्लकारे एव अस्य कार्यं भवति. लङ्लकारे भवति, अनन्तरं सिच् प्रत्ययः लुङ्लकारे अपि भवितुमर्हति. सार्वधातुकप्रकरणे तु लङ्लकारे अस्य कार्यं भवितुमर्हति. समीचीनं. तर्हि अत्र अदन्त अङ्गेषु ये सिद्धप्रत्ययाः सन्ति तेभ्यः अत्र कः के भेदाः सन्ति इति चेत्, कथम् एते प्रत्ययाः भिद्यन्ते इति चेत्, लटि अन्ति इति नास्ति अति, लोटि अन्तु इति नास्ति अतु, एवमेव आत्मनेपदी अन्ते इति नास्ति अते इति अस्ति, अन्ताम् इति नास्ति अताम् इति अस्ति. अनन्तरं लङ्लकारे सृजभ्यस विधिभ्यश्च इत्यनेन उहु इति प्रत्ययः, तत्र तु अन् इति प्रत्ययः अस्ति, अदन्त अङ्गानाम् अन् इति प्रत्ययः. अत्र जुहोत्यादिगणे उहु इति प्रत्ययः. अनन्तरं अदन्ताङ्गानाम् अन्त इति प्रत्ययः, आत्मनेपदेषु अन्त इति प्रत्ययः, अत्र तु अत इति प्रत्ययः. विधिलिङ्गि तु भेदः नास्ति, इत्युक्ते भेदः नास्ति इत्युक्ते जुहोत्यादिगणे ये प्रत्ययाः ते एव प्रत्ययाः भवन्ति. अत्र ये अन्ये अनदन्त अङ्गानि सन्ति खलु, अन्यानि अनदन्त अङ्गानि, तत्र ये प्रत्ययाः ते एव प्रत्ययाः अत्र सन्ति. परन्तु अदन्त अङ्गेषु ये प्रत्ययाः ते प्रत्ययाः तु भिन्नाः सन्ति. इत् इतां युः इति तादृशप्रत्ययः अदन्त अङ्गानाम्. अत्र अनदन्ताङ्गानां समानप्रत्ययाः सन्ति, द्वित्वं भवतु वा न भवतु वा, उभयत्र समानप्रत्ययः. अस्तु, तर्हि इदानीम् अत्र विशिष्ट अभ्यासकार्याणि इदानीम् अग्रे उच्यते. कार्याणि उच्यन्ते. लट्लकाररूपेषु लोट्लकाररूपेषु स्थूलाक्षरैः यद् लिखितं तद् कापि पेस्ट् एरर् वा? न न न, स्थूलाक्षरी ये पित् प्रत्ययाः ते सर्वे स्थूलाक्षरैः उल्लिखितः, पित् प्रत्ययः. अस्तु, भवती एव अग्रे पठतु. तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. आकारान्तधातवः षड् धातवः सन्ति, माङ् माने मा इति भवति, ओहाङ् गतौ हा इति भवति, ओहाक् त्यागे हा इति भवति, गा स्तुतौ गा इति एव तिष्ठति, दुदायि दाने दा इति, दुधायि धारणपोषणयोः धा च इति षट् धातवः. माङ् माने ओहाङ् गतौ ओहाक् त्यागे गा स्तुतौ एतेषां द्वित्वम् अभ्यासकार्यं च. इदानीं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं किम् अस्ति इति अग्रे पश्यामः. तत्र अकारान्तधातुषु षड् धातवः सन्ति, माङ् ओहाङ् ओहाक् गा. अकारान्त नास्ति, आकारान्तः. आम्, आकारान्तधातवः षट् सन्ति, माङ् मा इति भवति, ओहाङ् हा इति भवति, ओहाक् हा इति भवति, गा इति अस्ति, अपि च दा धा इति षट् आकारान्तधातवः सन्ति. इदानीम् एतेषु चत्वारः धातवः माङ् ओहाङ् ओहाक् अपि च गा, एतेषां द्वित्व अभ्यासकार्यम् अग्रे पठामः. अग्रे पठानि वा भगिनि? इदानीम् अग्रे पठतु, परन्तु एकक्षणं भगिनि. इदानीं केवलं माङ् धातु स्वीकृत्य, माङ् माने इति स्वीकृत्य द्वित्वकार्यं कथं भवति इति वदतु एकवारम्. ओ अस्मि, वस्तुतः अत्र सूत्रं पठित्वा तदनन्तरं पश्यामः. अत्र सूत्रं पठतु. भ्रियाद्यन्त अन्तर्गणः डुभ्रि धारणपोषणयोः माङ् माने ओहां गतौ इमे त्रयः धातव भ्रियादयः भ्रियामित् भ्रि माङ् ओहाङ् इत्येतेषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौपरे अलोन्त्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इद् आदेशः न तु अभ्यासस्य पूर्णस्य किं किम् अलोन्त्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य अस्तु भूया षष्ट्यन्तम् इत् प्रथमान्तं द्विपदम् इदं सूत्रम् निजा त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यनयोः अनुवृत्तिः अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रूयां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ भ्रूयादयः इति एकः गणः अस्ति तत्र आदौ भ्रूय इति धातुः अस्ति अपि च तस्मिन् गणे भ्रूय माङ् ओहाङ् इति एतेषां धातूनां गणना भवति अत्र सूत्रमस्ति भ्रियामित भ्रियामित् अत्र भ्रियामित् इति सूत्रे पदद्वयं वर्तते भ्रिया इति भ्रिय इति धातोः षष्ट्यन्तरूपं भ्रिया इति भ्रियाम् अपि च इत् इति प्रथमान्तं सुभ्रियां स्थाने इत् आदेशः भवति इति अर्थः भवति वा भगिनि न न न भ्रियां स्थाने एतादेशः न भ्रियां इति धातूनाम् अभ्यासस्य इत् हा अस्तु अलोन्त्यस्य इत्यनेन अभ्यासस्य अन्तिमवर्णस्य स्थाने इत् आदेशः भवति न तु सम्पूर्ण अभ्यासस्य स्थाने अत्र निजां त्रयाणां गुणः श्लौ इत्यस्मात् सूत्रात् त्रयाणां श्लौ इत्यनयोः अनुवृत्तिः अपि च अत्र लोपोभ्यासस्य इति सूत्रात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः भ्रियामित् इति सूत्रस्य सम्पूर्णसूत्रं किं कथं भवति इति चेत् अनुवृत्तिनां सहितः भ्रियां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ श्लौ इति श्लौ इति कार्यं तु न करोति परन्तु श्लौ आसीत् इति कारणेन अत्र अभ्यासकार्यं भवति अतः अभ्यासस्य अन्तिमवर्णस्य स्थाने भ्रियादीनां त्रयाणाम् अङ्गस्य अभ्यासस्य अन्तिमवर्णस्य स्थाने इत् भवति तदा भवति यदा श्लौ इति परे आगच्छति तदा अतः त्रिषु धातुषु माङ् माने अपि च ओहां गतौ अपि च भ्रियां भ्रि इति त्रयाणां धातूनाम् इत् आदेशः भ्रियामित् इति सूत्रेण भ्रियामित् इति सूत्रेण भवति अत्र माङ् इति अग्रे पठामि वा भगिनि? एकक्षणं भगिनि, एकक्षणम्। अत्र सूत्रम् एकवारं पश्यामः स्पष्टमस्ति वा इति। इति अत्र ब्रियादि अन्तर्गणः, ब्रियादि अन्तर्गणे डुब्रे, माङ्, माने, ओहाङ्ग् इति त्रयः दातवः। एते सर्वे अपि आकारान्तः, इत्युक्ते तत्र ब्रिय इति तु अकारान्तः नास्ति, तत्र ब्र इति धातुः, अनन्तरं माङ्ग् इति आकारान्तधातुः, ओहाङ्ग् इति आकारान्तधातुः, हा इति धातुः, इति त्रयः दातवः। तत्र ओहाङ्ग् इत्यत्र ओहाक् इति अपि अन्यः धातुः अस्ति। ओहाक् इति धातोः विषये अत्र अस्मिन् सूत्रे न उक्तम्, ओहाङ्ग् इत्यस्य विषये एव। ओहाङ्ग्, हा, तर्हि अत्र किम् अस्ति इति चेत्, इदं सूत्रं विशिष्ट अभ्यासकार्यम् अस्ति। विशिष्ट अभ्यासकार्यं श्लौ प्रत्ययं निमित्तीकृत्य एतेषां त्रयाणां धातूनाम् अभ्यासस्य अन्तिमवर्णस्य स्थाने इत् आदेशः भवति, अभ्यासस्य इत् आदेशः। तर्हि सम्पूर्ण अभ्यासस्य इत् आदेशः वा इति चेत्, तदानीम् अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य, अभ्यासस्य अन्तिमवर्णस्य इत् आदेशः इति अर्थः आयाति। तर्हि इदानीम् एकम् उदाहरणं स्वीकृत्य भवती वदतु, तर्हि माङ्ग्, माने इति दातुं स्वीकृत्य वदतु। माङ्ग् इति धातोः माङ्ग् माङ्ग् इति द्वित्वं भवति। तत्र नकारस्य, ओ, नकारः तु औपदेशिकनकारः, तत् तस्य तु आदौ एव लोपः भवति, मा इति एव तिष्ठति खलु, अतः मा इत्यस्य मा मा इति द्वित्वं भवति। इदानीं ह्रस्वकार्यं भवति, तत्र आर्डर् कुत्र अस्ति भगिनि? आर्डर् किमपि नास्ति, प्रथमतया सामान्य अभ्यासकार्यं, तदनन्तरं विशिष्ट अभ्यासकार्यं। सामान्य अभ्यासकार्यं मा मा इत्यस्य आकारस्य अकारः भवति प्रथम। कुत्र गतम्? अहम् उपरि गतवती इदानीं। न, ह्रस्वः, कुहोश्चुः, तत्र आर्डर् किमपि नास्ति, यथा कथञ्चित् कर्तुं शक्नुमः। अभ्यासकार्येषु बाध्यबाधकभावः नास्ति, अभ्यासविकारेषु बाध्यबाधकभावः न भवति, अतः अतः मा मा इति अस्ति, तस्य मा मा इति भवति खलु भगिनि? आं, ह्रस्वः इति सूत्रेण मा मा भवति। पुनः इकारादेशः केन सूत्रेण भवति? ब्रियामित् इति यत् पठितम्। ओ, अस्तु, अभ्यासस्य अन्तिमवर्णस्य स्थाने ब्रियामित् इति सूत्रेण अकारस्य इकारादेशः भवति। म उत्तरपदी उत्तरवर्तनवर्ति अकारस्य अभ्यासवर्तिनः उत्तरवर्तिनः अकारस्य अकारस्य इकारादेशः भवति। इदानीं मीमा इति अङ्गं सिद्ध्यति। हा, समीचीनं, मीमाति, मीमाति, हा, सम्यक्। तर्हि इदानीम् अन्यः अन्यः यः धातुः अस्ति तं स्वीकृत्य अन्य कोऽपि वदतु। तर्हि उमा भगिनी वदति वा हा धातौ कथं भवति इति? ओहाङ्गतौ लटि, न, लटि इति न, द्वित्वकार्यं वदतु। अत्र लिखितमस्ति खलु हा धातौ श्लौ इति, पठित्वा एकवारं वदतु। Um, ओहां गतौ न अत्र दत्तमस्ति खलु मा श्लौ इति द्वित्वं तस्य अनन्तरम् अस्ति खलु हा श्लौ इति द्वित्वं कुत्र अस्ति भवती ब्रियाम् इति सूत्रस्य अनन्तरं पश्यतु भगिनि हा श्लौ इत्यनेन द्वित्वं हा हा अस्माकं सङ्गज्यत्वम् अपेक्षितमस्ति यदा वयं पठामः भवती वयं कुत्र स्मः इति न जानाति चेत् तत्र क्लेशः अस्ति खलु अहम् इदमेव अस्ति किन्तु केवलं शृणोति पूर्णेन कान्सन्ट्रेशन् करोति करोमि इत्यस्मात् अहं सेटिस्फैड् कुत्र अस्ति इति न जानाति वा तर्हि अन्य कोऽपि वदतु इदानीं अत्र अस्ति द्वियामित् मा गतौ न अत्र पश्यतु हा श्लौ इत्यनेन द्वित्वं ततः आरभ्य वदतु हा हा श्लौ इत्यनेन द्वित्वं द्वियामित् इत्यनेन अभ्यासस्य ह्रस्वः सो हा हा इति आगच्छति अभ्यासस्य एकवारं सम्पूर्णतया पठित्वा तदनन्तरं प्रतिपादयतु ओके हा स्लौ इत्यनेन द्वित्वं हा हा ब्रियामि इत्यनेन अभ्यासस्य सस्वः इकारान्त आदेशः ही हा कुहोश्चुः इत्यनेन अभ्यासस्य सवर्गादेशः धीहा अभ्यासस्य इत्यनेन जस् स्थाने जस् धिहा धिहा इति अङ्गम् ओ ओके ओके सारि सो हा इति दातु हा हा इति कृतम् अस्ति देन् अभ्यासे हस्वः आगच्छति देन् इकारादेशः अपि अस्ति सो ही हा इति आगच्छति तत् कुहोस्तुः इत्यनेन सूत्रेण अभ्यासस्य सवर्गः प्रथमतया हा हा इति अस्ति खलु तत्र किं सामान्य अभ्यासकार्यं किम् इति प्रथमतया वदतु तदनन्तरं विशेष अभ्यासकार्यम् ओके हा हा इति अभ्यासस्य हर्षः भवति सो हा तदनन्तरम् इकारादेशः ही हा न वस्तुतः तद् तथा यद्यपि तत्र लिखितमस्ति तथा अस्माभिः तथा न चिन्तनीयं प्रथमतया सामान्य अभ्यासकार्याणि सर्वाणि करणीयानि तदनन्तरं सामान्य अभ्यासकार्याणि अन्यानि कानि सामान्य अभ्यासकार्याणि अभ्यासः अग्रेपि लिखितं खलु कुहोष्टुः इति अस्ति खलु इकारादेशः टीका न तत्तु विशेष अभ्यासकार्यं भगिनि ब्रियाम् इति विशेष अभ्यासकार्यम् अन्ततो गत्वा भवेत् इदानीं मध्ये कुहोश्चुः अभ्यासे चर्चा तत् सर्वं भवेत् इत्यनेन अभ्यासस्य सवर्ग आदेशः तु स्थाने झि हा आगच्छति झि हा न झहा ओके झहा आगच्छति अभ्यासे चर्च इत्यनेन देन् झस्थाने झ आगच्छति झहा वस्तुतः अभ्यासे चर्चा इति तु त्रिपाद्याम् अस्ति इति कृत्वा इदानीं तथापि तत्र किमर्थम् अभ्यासे चर्चा त्रिपाद्याम् अस्ति इति चेत् केवलम् अनुवृत्तिवशात् एव तत्र अस्ति अतः अत्र इदानीं जकारः इदानीम् अभ्यासे चर्चयितेन किं भवति? अभ्यासे चर्चितेन जस् स्थाने जस् आगच्छति, जः इति भवति, इदानीं ब्रियाम् इति करोतु. ब्रियामित् इति सूत्रेण अभ्यासस्य ह्रस्वः देन् इकारदेशे आगच्छति, सो हा हा इति आगच्छति द्वित्वेन, तद् तद् जि एचि हा इति आगच्छति. देन् कुहोक्षुः इत्यनेन हास्थाने जि आगच्छति, सो जि हा इति आगच्छति. तेन अभ्यासे चर्चेतनेन न तत्सर्वं जातं खलु, कुहोश्चुः अभ्यासे चर्चा सर्वं जातम्, इदानीम् अन्ततो गत्वा ब्रियामित् इत्यनेन जिहा इति भवति खलु. इति एव अस्ति, इत्युक्ते प्रथमतया सामान्य अभ्यासकार्याणि, तदनन्तरं विशिष्ट अभ्यासकार्याणि. इति अस्ति तत्र, यद्यपि अत्र वस्तुतः यथा कथञ्चित् करोति चेदपि क्लेशः नास्ति, इत्युक्ते प्रथमतया विशिष्ट अभ्यासकार्यं कृत्वा तदनन्तरं सामान्य अभ्यासकार्यं कुर्मः चेत् क्लेशः भवति वा इति चेत् तथा नास्ति, परन्तु अत्र सामान्यतया क्रमः अस्ति सामान्य अभ्यासकार्याणि तदनन्तरं विशिष्ट अभ्यासकार्याणि इति. अस्तु भगिनि, समीचीनं. तर्हि इदानीं मा धातोः हा धातोः द्वित्वम् अस्माभिः इदानीं दृष्टं, तर्हि दुब्रि इति ब्रिय धातुः अनन्तरं पश्यामः, यतोहि इदानीम् आकारान्तधातूनां चर्चा इति कृत्वा, डुब्रि इति यः धातुः अस्ति ब्रियामित् इत्यत्र, सः धातुः तु अग्रे अग्रे आयास्यति. तर्हि इदानीम् अत्र मा धातुं स्वीकृत्य एकवारं रूपाणि वयं साधयामः. तर्हि केन न उक्तम्, अनिमा भगिनी, लटि मा धातोः रूपाणि. भगिनी तत्र ओ इति आदौ तस्य कार्यं किं भगिनि? औपदेशिक अक्षवर्णः अस्ति खलु, उपदेशजननास्ति कैत् न, ओ इति दत्तमस्ति, तस्य किमपि फङ्क्षन् भवति खलु, ओ हा ओ ओकारस्य ओदितश्च इत्यनेन तत्र तप्रत्ययस्य विषये तत्र किमपि कार्यमस्ति. ओकारस्य ओ इत्युक्ते अत्र इत्संज्ञायाः प्रयोजनं किम् इति पृच्छति खलु. आम् आम्, ओ इति सर्वत्र तु नास्ति, केवलं ओकारान्तधातोः ओकारान्तधातोः उत्तरस्य निष्ठा न ओकारः इत् अन्ते नास्ति, ओकारान्तः न, ओकारः इत् यस्य धातोः तादृशधातोः उत्तरस्य निष्ठातकारस्य नकारादेशः भवति इति एव तत्र प्रयोजनमस्ति. ओके, परन्तु तस्य इत्संज्ञा भवति उपदेशे जननासिक इत्यनेन, ककारस्य अपि इत्संज्ञा हा इति अवशिष्यते. अस्तु, तर्हि इदानीम् अत्र किम् अनिमा भगिनि, मा धातुः. आम्, मीमा इति अङ्गं प्राप्तं, परस्मैपदी अस्ति वा भगिनि? मा धातुः अत्र जुहोत्यादिगणीयधातुः, मा धातुः तु आत्मनेपदी अस्ति, माङ् माने. अस्तु, तर्हि मीमाते न, मीमाते इति कथम्? ओ इत्युक्ते हा हा हा, इत्युक्ते अत्र इतोपि अस्माभिः सूत्रत्रयं सूत्रद्वयं पठनीयं, तदानीमेव रूपं साधयितुं शक्नुमः. अत्र यतोहि वस्तुतः अत्र मिमीते इति रूपमस्ति, मिमाते इति न, मिमीते, तत् कथं लभ्यते इति. तर्हि इदानीं भवती किञ्चित् अग्रे पठतु अत्र, तदनन्तरं रूपं साधयामः. गातु तौ, ततः आरभ्य पठतु. गा ओहाक् त्यागे इति अस्ति किल भगिनि अग्रे? ओहत्यागे तत् इदानीमेव भगिनी तत्र उक्तवती खलु द्वित्वकार्यं हा इति ओहाङ्ग् इत्युक्ते हा ओहाङ्ग् इत्यस्य विषये उक्तवती इदानीम् ओहक् इति अपि अस्ति तस्य विषये वदतु यत् गृह्णामिति न भवति तत् तावत् सत्यं सत्यं सत्यम् अग्रे गास्तुतौ छान्दसः इत्युक्ते न ओहाक् इत्यस्य एकवारं वदतु क्षम्यताम् ओहाक् इत्यत्र वदतु ओहाङ्ग् इत्यत्र तु भगिनी उक्तवती ओहाक् इत्यत्र वदतु ओहाक् त्यागे अनुबन्धलोपे हा धातुः परस्मैपदी हा द्वित्वम् अभ्यासकार्यं च परिशीलनीयम् वदामि वा तत् अत्र किं भवति इति आमां हा इति अस्ति श्लौ इति भवति तत्र द्वित्वं भवति हा हा इति तदनन्तरं कुहोश् चुः इति भवति ह्रस्वं भवति किल हा इति भवति तदनन्तरं कुहोश्चुः जहा इति भवति अभ्यासे चर्च इत्यनेन जहा इति भवति जहा इति भवति सत्यम् अग्रे गच्छतु गास्तुतौ छान्दसः इत्युक्तौ वेदे प्रयुज्यते न तु लोके अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्त्वं भवति गा गा गीगा जिगा इति भवति तत्र इकारस्य अकारस्य स्थाने इकारः आगच्छति बहुलं छन्दसि इत्यनेन गा स्तुतौ परस्मैपदी गा द्वित्वम् अभ्यासकार्यं च परिशीलनीयम् इति अस्ति अत्र श्लौ इत्यनेन गा गा इति भवति तदनन्तरं बहुलं ह्रस्वः भवेत् परन्तु बहुलं छन्दसि इत्यनेन घी गा इति भवति कुहोश्चुः इत्यनेन न न न न बहुलं छन्दसि इत्यनेन बहुलं छन्दसि इत्यनेन बहुलं छन्दसि इति तु सामान्य अभ्यासकार्यं नास्ति खलु विशेष अभ्यासकार्यं खलु अनन्तरमेव भवति अस्तु तर्हि गगा इति भवति कुहोश्चुः इत्यनेन जिगा इति भवति न जगा इति भवति सोरि जगा इति भवति तदनन्तरमेव बहुलं छन्दसि इत्यनेन अकारस्य स्थाने इकारः आगच्छति जिगा इति भवति अस्तु तर्हि बहुलं छन्दसि इति सूत्रमपि पठतु बहुलं छन्दसि बहुलं छन्दसि विषये अभ्यासस्य इकारादेशः भवति श्लौ यस्य कस्यापि धातोः श्लौ परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकारादेशः यथा वच् विभक्ति लटीरूपं भवति विभक्ति इति सच् इति धातोः सिशक्ति घृ धातोः जिघर्ति हृ धातोः जिहर्ति इति अकारस्य स्थाने इकारादेशः वयं तत्र पश्यामः समीचीनं तत्र केवलं छन्दसि एव एतादृशकार्यमस्ति वेदप्रसङ्गे अस्तु अग्रिमसूत्रमपि पठतु तिङ् प्रत्ययं निमित्तिक अङ्गकार्यं तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं श्नाभ्यस्तयोरातः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति कितिङिति सार्वधातुकप्रत्यये परे श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं सूत्रम् श्नसोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमहनजनघनघसां लोपः किमित्यनङि इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः किङिति सार्वधातुके श्नाप्रत्ययः यदा भवति विकरणप्रत्ययः श्ना यत्र भवति अपि च अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किङिति सार्वधातुकप्रत्यये परे इति लिखितमस्ति तत्र श्नाभ्यस्तयोः इति कथं भवति चेत् श्नाश्च अभ्यस्तश्च इतरेतर द्वन्द्वसमासः भवति श्नाभ्यस्तौ इति तत्र षष्ट्यन्तं रूपमस्ति श्नाभ्यस्तयोः इति आम् तदेव अस्ति किल भगिनि आमाम् आमां श्नाभ्यस्तयोः अतः इति सूत्रं पठितं खलु पूर्वम् आम् पूर्वम् आम् आमाम् तत्र श्नाप्रत्ययस्य विषये कस्मिन् गणे अस्ति श्नाप्रत्ययः क्रियादिभ्यः श्ना खलु क्रियादिगणे श्नाप्रत्ययः तत्र तु इदं सूत्रम् अस्माभिः पठितमासीत् इदानीम् अभ्यस्तसंज्ञकः अस्ति चेदपि अस्य कार्यं भवति तर्हि अभ्यस्तसंज्ञकधातोः अकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्यये परे तर्हि सार्वधातुकप्रकरणे यत्र प्रत्ययः कित् अथवा नित् अस्ति तत्र अस्य कार्यं भवति तर्हि अत्र इत्युक्ते अत्र कित् नित् प्रत्ययः कः प्रत्ययः भवति अत्र ज्योत्यादिगणे तिप् ऐ मीन् परस्मैपदी अस्ति चेत् एकवचनस्य न भवति सार्वदा अपित् यदस्ति तत् ङित्वत् भवति तस्य विषये हा सत्यम् इत्युक्ते परस्मैपदी आत्मनेपदी उभयत्र ये प्रत्ययाः अपितः सन्ति तत्र तत्र अकारान्तधातोः अकारस्य लोपः भवति अभ्यस्तसंज्ञकस्य जुहोत्यादिगणे इति सूत्रमस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र लक्ष्मीभगिनी पठितुमिच्छति वा धन्यवादः भगिनि आं भगिनि पठामि भगिनि कृपया पठतु इदानीं ई हल्यकोः पठानि वा आमाम् श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति कितिङिति हलादिसार्वधातुकप्रत्यये परे परन्तु घूसंज्ञकः धातुः चेत् न भवति घूसंज्ञकः धातुः नाम दाधा च धातु न घु अघुः तस्य अघोः ई लुप्तप्रथमाकं प्रथमान्तं पदं हलिसप्तम्यन्तम् अघोः षष्ट्यन्तं त्रिपदमिदं सूत्रं श्नाभ्यस्तयोरातः इत्यस्मात् श्नाभ्यस्तयोः आतः च इत्यनयोः अनुवृत्तिः गमहनजनखनखसां लोपः ङित्यनङि इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः अत् उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः ई कितिङिति हलि सार्वधातुके अघोः अत्र ई हल्यघोः इति सूत्रम् अनेन सूत्रेण विधिः अस्ति आकारस्य स्थाने ईकारादेशः भवति इति अत्र कुत्र भवति कदा भवति इति चेत् श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातुः यदि अस्ति श्नाप्रत्ययस्य अभ्यस्तसंज्ञकः धातोः आकारस्य स्थाने ईकारादेशः भवति श्नाप्रत्ययः भवतु अथवा अभ्यस्तसंज्ञकः धातुः भवतु तर्हि तादृशधातुः आकारस्य स्थाने ईकारादेशः भवति कितिङिति हलादिसार्वधातुकप्रत्यये परे किन्तु घूसंज्ञकः अस्ति चेत् न भवति इति अपि अघोः इत्यनेन अर्थः भवति. घुसंज्ञकः कः इति चेत् कश्चन धातुः तस्य घुसंज्ञकः भवति. इदानीं द तथा धा इति धातुद्वयं घुसंज्ञकधातुद्वयं तर्हि तेषाम् आकारस्य ईकारादेशः न भवति. तान् विहाय अन्य आकारान्तधातूनाम् आकारस्य स्थाने ईकारादेशः कितिङ् इति हलादिसार्वधातुकप्रत्ययपरे भवति, अपि च श्नाप्रत्ययस्य च इति सूत्रार्थः अस्ति. अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य श्नाभ्यस्तयोः आतः ई कितिङ् इति हलि सार्वधातुके अघोः. तर्हि घुसंज्ञकः धातुद्वयं विहाय अन्य आकारान्त अभ्यस्तसंज्ञकः आकारान्तधातोः तथा श्नाप्रत्ययस्य च आकारस्य स्थाने ईकारादेशः भवति इति अस्य सूत्रस्य अर्थः. अस्य सूत्रस्य श्नाभ्यस्तयोः अतः अनयोः कः सम्बन्धः? श्नाभ्यस्तयोरातः इत्यत्र तु श्नाप्रत्ययस्य आकारस्य लोपः भवति, अपि च कितिङ् इति सार्वधातुकप्रत्ययः इति उक्तत्वात् सार्वधातुकप्रत्यय एव भवति. कितिङ् इति सार्वधातुकप्रत्ययः, ई हल्यगोः इति तु हलादिसार्वधातुकप्रत्यय एव भवति. तर्हि अनेन ज्ञायते यत् श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः अजादि सार्वधातुक कितिङ् इति प्रत्ययपरे एव भवति इति ज्ञायते. ईहल्यगोः हलादिसार्वधातुकप्रत्ययपरे कितिङ् इति हलादिसार्वधातुकप्रत्ययपरे चेत् श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति, अजादि कितिङ् इति सार्वधातुकप्रत्ययपरे इति सम्बन्धः इति एव पृच्छति वा भगिनी? तदेव आमां आमाम् इदे इति एव. इत्युक्ते अत्र यद्यपि सूत्रे कितिनिति सार्वधातुकप्रत्ययपरे इति एव उक्तमस्ति, अजादि वा हलादि वा उभयत्र प्रसक्तिः अस्ति, परन्तु द्वितीयसूत्रे भिन्न आदेशः, आकारस्य ईकारादेशः. तर्हि अत्र आकारस्य लोपं प्रबाद्य ईकारादेशः भवति अत्र हलादि कितिनिति प्रत्ययपरे इति कृत्वा अन्ततो गत्वा यथा भवती उक्तवती फलितार्थः स्नाभ्यस्तयोः अतः इति अजादिप्रत्ययपरे भवति, ईहल्यगोः इति हलादिप्रत्ययपरे भवति, कितिनिति प्रत्ययपरे, हलादि कितिनिति प्रत्ययपरे. अस्तु, तर्हि इदानीम् अत्र सूर्यकुमारी भगिनी अस्ति वा? सेवेन् त्री फोर् न कस्य सङ्ख्या इति न जाने, टेलिफोन् माध्यमेन केन आगतं दूरवाण्याम्? अस्तु अस्तु, तर्हि इदानीं लक्ष्मीभगिनी भवत्येव अग्रे गच्छतु. आं भगिनि, तर्हि अत्र उदाहरणानि दत्तानि. मा इत्यस्य मीमा, हा इत्यस्य जिहा, हा इत्यस्य जहा, गा इत्यस्य जिगा इत्येषां धातूनां कृते हलादिपित्सु आकारान्तेषु गुणः न भवति, अतः किमपि कार्यं नास्ति. जिगा योगति जिगाति. अजादिपित्सु आकारान्तेषु गुणः न भवति, केवलं सन्धिकार्यं. जिगायोग आनि जिगानि. हलादि अपित्सु ईहल्यगुः इत्यनेन आकारस्य ईकारः, तर्हि मीमा योगते मिमीते ओके अस्तु. अजादि अपिचु श्नाभ्यस्तयोरातः इत्यनेन अकारस्य लोपः मिमायोग अते निम् योग अते मिमते. तर्हि अत्र उदाहरणानि दत्तानि. अत्र तु हलादिपित्सु अकारान्तधातुः इति कृत्वा अत्र पित् अस्ति चेदपि गुणस्य प्रसङ्गः या प्राप्तिः अपि नास्ति. अकारान्त आम् अकारान्तधातुषु अङ्गेषु गुणः न भवति. अतः जिगायोगति अत्र केवलं वर्णमेलनम्. अजादिपित्सु अपि अकारान्तेषु गुणः न भवति. इकः एव गुणः सम्भवति इति कारणात् प्राप्तिः अपि नास्ति. सन्धिकार्यमेव भवति. जिगायोग आनि जिगानि. यत्र हलादि अपित्सु अत्र मिमायोगते इत्यत्र तु ते इति हलादि कित्ङित् प्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अपि अस्ति इति कारणात् अत्र मिमा इत्यस्य आकारस्य ईकारादेशः भवति. ई हल्यगोः इति सूत्रेण मिमी इति रूपं मिमियोगते मिमीते इति रूपं भवति. अजादि अपि चु मिमायोग अते इत्यत्र तु अते इति कित्ङित् प्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अस्ति किन्तु अजातिप्रत्ययः अस्ति इति कारणात् श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः जायते. मिमा इत्यस्य आकारस्य लोपः क्रियते चेत् मिम् इति भवति. मिम् योग अते मिमते इति रूपं लभते. तथैव माङ् मानङित्वात् आत्मनेपदी अस्ति. अतः मिमा इति अङ्गम् किमर्थम् अत्र उक्तम्? इदानीं रूपाणि साधनीयानि. तर्हि माङ् माने इति धातोः रूपाणि लट्लकारे रूपाणि वदतु. अस्तु, माङ् माने इत्यस्य रूपाणि जुहोत्यादिगणे एव अस्ति खलु भगिनि? आमाम्. अत्र तु माङ् माने माङ् प्रथम द्वित्वसहितं वक्तव्यं वा? यथेच्छं यथेच्छा. अस्तु, माङ् माने मा इति धातुः. मा मा इति द्वित्वं भवति. पुनः किम् अत्र अस्ति? प्रथमतया तु मा श्लौ इत्यनेन द्वित्वं जायते चेत् मा मा इति भवति. परं मा इति इदानीं भृञादिगणे अन्तर्गणः इति भृञादिगणः अस्ति इति कारणात् ह्रस्वत्वं जायते अभ्याससंज्ञकस्य. क्षम्यता, ह्रस्वत्वं नास्ति, ह्रस्वस्य इकारादेशः. मा इति अभ्यासस्य इकारादेशः भवति. तर्हि मा इत्यस्य इकारादेशः भूत्वा मिमा इति अङ्गं भवति. इदानीं मिमा इति अस्ति चेत् मिमायोग आत्मनेपदी धातवः आत्मनेपदी प्रत्ययः आत्मनेपदी धातुः. अतः मिमा योग ते इति अस्ति चेत् इदानीमेव उक्तं यत् ते इति सार्वधातुकप्रत्ययः कित्ङित् प्रत्ययः तथा हलादिप्रत्ययः इति कारणात् ईहल्यगोः इत्यस्यापि प्रसक्तिः प्राप्तिः च. अतः मिमा इत्यस्य आकारस्य स्थाने ईकारादेशः दीर्घ ईकारादेशः भूत्वा मिमी योगते मिमीते. मिमायोग ते अते इति अस्ति खलु. मिमायोग अते इत्यत्र तु मिमायोग अते न प्रत्ययः तु रक्षणं भगिनि मिमाते तदेव आते इति अस्ति. तर्हि मिमा इत्यस्य आकारस्य लोपः जायते. यतोहि अत्र सार्वधातुकप्रत्ययः अस्ति. अजादि सार्वधातुकप्रत्ययः अस्ति, कित् ङित् प्रत्ययः अपि अस्ति इति कारणात् श्नाभ्यस्तयोरातः इत्यनेन मीमा इत्यस्य आकारस्य लोपः भूत्वा मिम् योग आते मीमाते इति रूपं स्यात्। मीमायोग अते इत्यत्रापि समानकार्यम्। अजादि कित् ङित् सार्वधातुकप्रत्ययः अस्ति, श्नाभ्यस्तयोरातः इत्यस्य प्राप्तिः मिम् योग अते मीमते। इदानीं मीमायोग मीमायोगसे इत्यत्र तु मीमायोगसे इत्यत्र पुनः ईहल्यगोः इत्यनेन आकारस्य ईकारादेशः मिमी योगसे आदेशप्रत्ययोः इन्कोः मिमी इति ईकारः अन्ते अस्ति इति कारणात् सकारस्य षत्वं भूत्वा मिमीषे। मीमायोग आथे पुनः श्नाभ्यस्तयोरातः मीमाथे। मीमायोगद्वे इत्यत्र ईहल्यगोः हलादि सर्वधातुक कित् ङित् सर्वे प्रत्ययाः कित् ङित् प्रत्ययः इति कारणात् हलादिः अस्ति चेत् ईहल्यगोः इत्यस्य कार्यम्। अजादिप्रत्ययः अस्ति चेत् आकारस्य लोपः श्नाभ्यस्तयोरातः इत्यनेन अत्र मीमा इत्यस्य ईकारः आकारस्य ईकारः भूत्वा मिमीद्वे ईकारः मिमीद्वे खलु मिमीद्वे दीर्घ ईकारादेशः मिमीद्वे इति रूपम्। मीमायोग ये इत्यत्र ये इति अजादिप्रत्ययः अतः आकारस्य लोपः श्नाभ्यस्तयोरातः मिम् योग ए मिमि। मीमायोग वहे किमपि तत्रापि ईहल्यगोः ईकारादेशः आकारस्य स्थाने मिमी वहे समानकार्यं मिमी वहे बहुवचने च। सम्यक् भगिनी, समीचीनं, धन्यवादः। किं विजया भगिनी अग्रे लोटि वदति वा, समापयामः? अत्र लोट् लकारः अत्र ताम् आताम् स्व थां द्वम् ऐ आवहै आमहे इति अस्ति। इदानीमत्र मामा इति अस्ति स्लौ इत्यनेन, अनन्तरमत्र ह्रस्वः भवति मम इति भवति, अनन्तरं मृजाम्यत् इत्यनेन अत्र प्रथमं स्थितस्य अभ्यासकार्ये इकारस्य न मकार उत्तर अत्र इकारः भवति अतः मी एव भवति, मी अनन्तरं मा इति मीमा इति भवति। अनन्तरम् अत्र आकारः अस्ति अत्र ई एल् एगोः इत्यनेन दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति अतः तत्र मिमीताम् इति भवति। इदानीमत्र तदेव भवति श्लौ ह्रस्वः अनन्तरं ऋण्यां मित् इत्यनेन पुनः पुनः अभ्यासकार्यं वदनीयम् इति नास्ति, मीमा इति अङ्गं स्वीकृत्य वदतु। मीमा अनन्तरमत्र मीमा आताम् अस्ति अत्र स्नाव्यस्तयोरातः इत्यनेन दीर्घ आकारस्य लोपः भवति अतः तत्र वर्णमेलनेन आताम् इति अस्ति मीमा आताम् इति अन्ततो गत्वा भवति। अनन्तरम् अताम् अस्ति तदेव भवति मीमताम् इति भवति। अनन्तरम् अत्र इदानीमत्र मिमी भवति ई एल् एगोः इत्यनेन मिमी भवति। अनन्तरमत्र इन्कोः इति अत्र प्रसक्तिः भवति अतः तत्र आदेशप्रत्ययोः इत्यनेन दन्त्यसकारस्य स्थाने मूर्धने शकारः भवति अतः तत्र मिमीष्व इति भवति। पूर्वं दृष्टवन्तः आतां विषये इदानीम् आर्थाम् इति भवति, तत्रापि मिमाता, अनन्तरम् अत्र इदानीम् इ एल् ए ओः इत्यनेन मिमि भवति, द्वं योजनेन मिमि द्वम्, इदानीम् अत्र ऐ अस्ति तत्र मिमा भवति, अनन्तरम् अत्र ऐ भवति, अत्र किं भवति, अत्र ऐ अस्ति वर्णमेलनेन मिमै एव भवति खलु महोदय? न न, वर्णमेलनेन मिमै कथं भवति? आयोगः ऐ अत्र विर्दिरेचि कार्यं करोति, अतः तत्र दीर्घ आकारस्य ऐकारः मेलनेन सन्धिकार्यं भवति, अतः तत्र मिमै इति भवति, अनन्तरम् आवहे आमह इति भवति, अत्र मिमा योगः आवहै इति भवति, अत्र मिमा इति अस्ति दीर्घ आकारः, अनन्तरम् अत्र किं भवति ताव अत्र अपि वर्णमेलनमेव खलु महोदय? मिमा मिमा योगः आवहै अत्र सन्धिकार्यम्, आमामामाम् आवह इति अस्ति आकार आकारमेलनेन अकः सवर्णदीर्घे इति इत्यनेन सवर्णदीर्घः सन्धि भवति, अतः तत्र मिमा वहै मिमा महै इति भवति. समीचीनम्. इतोपि लङ् लकारः अपि च विधिलिङ् लकारः इति अस्ति, तद् अग्रिमसप्ताहे कुर्मः, समयः अतीतः, अत्र स्थगनं कुर्मः. धन्यवादः. मिमायोग ऐ इत्यत्र श्नाभिस्तयोरातः न प्रवर्तते किम्? इति निति प्रत्यये परे खलु, अत्र पित् प्रत्ययः खलु. धन्यवादः. आत्मनेपदेषु केवलं तत्र एव पित् प्रत्ययः लोटि. सत्यं. धन्यवादः. धन्यवादः. नमस्कारः. हलो. धन्यवादः. नमस्कारः.